पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 78 पार्वत्युवाच वैष्णवानां च यद्धर्मं सर्वं तथ्यं च मे वद यत्कृत्वा मानवा सर्वे भवां बोधिं तरन्ति हि ईश्वर उवाच अथ द्वादशधा शुद्धिर्वैष्णवानामिहोच्यते गृहोपलेपनं चैव तथानुगमनं हरेः भक्त्या प्रदक्षिणा चैव पादयोशोधनं पुनः पूजार्थं पत्रपुष्पाणां भक्त्यैवोत्तोलनं हरेः करयो सर्वशुद्धीनामियं शुद्धिर्विशिष्यते तन्नामकीर्तनं चैव गुणानामपि कीर्तनं भक्त्या श्रीकृष्णदेवस्य वचसः शुद्धिरिष्यते तत्कथाश्रवणं चैव तस्योत्सवनिरीक्षणं श्रोत्रयोर्नेत्रयोश्चैव शुद्धिः सम्यगिहोच्यते पादोदकं च निर्माल्यं मालानामपि धारणम् उच्यते शिरसशुद्धिप्रणतस्य हरेः पुरः आघ्राणं तस्य पुष्पादेर्निर्माल्यस्य तथा प्रिये विशुद्धिः स्यादन्तरस्य क्राणस्यापि विधीयते यत्र पुष्पादिकं यच्च कृष्णपादयुगार्पितं तदेकं पवनं लोके तद्धि सर्वं विशोधयेद् पूजा च पञ्चथा प्रोक्ता तासां भेदं शृणुष्व मे अभिगमनमुपादानं योगस्वाध्याय एव च इज्या पञ्चप्रकारार्चा क्रमेण कथयामि ते तत्त्वाभिगमनं नाम देवतास्थानमार्जनम् उपलेपं च निर्माल्यदूरीकरणमेव च उपादानं नाम गन्धपुष्पाधिचयनं तथा योगो नाम स्वदेवस्य स्वात्मन्नैवात्मभावना स्वाध्यायो नाम मन्त्रार्थानुसन्धापूर्वको जपः सूक्तस्त्रोत्रादिपाठश्च हरे सङ्कीर्तनं तथा तत्त्वादिशास्त्राभ्यासश्च स्वाध्यायः परिकीर्तितः इज्या नाम स्वदेवस्य पूजनं च यथार्थतः इति पञ्चप्रकारार्चा कथिता तव सुव्रते साष्टिसामीप्यसालोक्य सायुज्य सारूप्यदाक्रमाद प्रसङ्गात् कथयिष्यामि शालग्रामशिलार्चनं केशवादेश्चतुर्बाहोर्दक्षिणोर्ध्वकरक्रमाद शङ्खचक्रगदापद्मी केशवाख्योगदाधरः नारायणपद्मगदा चक्रशङ्खायुधैक्रमाद माधवश्चक्रशङ्खाभ्यां पद्मेन गदया भवेद् गदाब्ज शङ्खचक्री च गोविन्दाख्यो गदाधरः पद्मशङ्खारिगदिने विष्णुरूपाय ते नमः स शङ्खाब्जगदाचक्र मधुसूदनमूर्तये नमो गदारिशङ्खाब्ज युक्तत्रिविक्रमाय च सारिकौमोदगी पद्मशङ्खवामनमूर्तये चक्राब्जशङ्खगदिने नमः श्रीधरमूर्तये ऋषिकेश सारिगदा शङ्खपद्मिन्नमोऽस्तु ते साब्जशङ्खगदाचक्र पद्मनाभस्वमूर्तये दामोदर शङ्खगदाचक्र पद्मिन्नमोऽस्तु ते शङ्खाब्जचक्रगदिने नमः सङ्कर्षणाय च सारि शङ्खगदाब्जाय वासुदेव नमोऽस्तु ते शङ्खचक्रगदाब्जाय धृतप्रद्युम्नमूर्तये नमो निरुद्धाय गदा शङ्खाब्जारिविधारिणे साब्ज शङ्खगदाचक्रपुरुषोत्तममूर्तये नमोऽधोक्षजरूपाय गदाशङ्खाधिपद्मिने नृसिंहमूर्तये पद्मगदाशङ्खारिधारिणे पद्मारिशङ्खगदिने नमोऽस्त्वच्युतमूर्तये स गदाब्जारिशङ्खाय नमः श्रीकृष्णमूर्तये शालग्रामशिलाद्वारगदलग्नद्विचक्रधृक शुक्लाभरेखक्षोभाड्यसदेव श्रीगदाधरः लग्नद्विचक्रो रक्ताभः पूर्वभागस्तु पुष्कलः सङ्कर्षणोधप्रद्युम्नः सूक्ष्मचक्रस्तु पीतकः सुदीर्घसुषिरच्छिद्रो ह्यनिरुद्धस्तु वर्तुलः नीलोद्वारे त्रिरेखश्च अथ नारायणोऽसितः मध्ये गदाकृतिरेखा नाभिपद्मं महोन्नतं पृथुचक्रो नृसिंहो यः कपिलो यस्त्रिबिन्दुकः अथवा पञ्चबिन्दोस्तु पूजनं ब्रह्मचारिणः वराहः सत्त्रिलिङ्गोयो विषमद्वयचक्रकः नीलस्त्रिरेखस्थूलोऽध कूर्ममूर्तिः स बिन्दुकः कृष्णसवर्तुलावर्त पाण्डुरो धृतपृष्टकः श्रीधरः पञ्चरेखश्च वनमाली गदाङ्गितः वामनो वर्तुलो नाम मध्यचक्रः सनीलकः नानावर्णानेकमूर्ति नागभोगी त्वनन्तकः स्थूलो दामोदरो नीलो मध्ये चक्रः सनीलकः सङ्कर्षणद्वारको व्यादधब्रह्मा सुलोहितः सुदीर्घरेखा सुशिर एकचक्राम्बुजः पृथुः पृथुचक्रस्थूलच्छिद्रकृष्णो बिन्दुश्च बिन्दुमान् ह्यग्रीवोऽङ्कुशाकारपञ्जरेखः स कौस्तुभः वैकुण्ठो मल्लवद्भादि एकचक्रमयोऽसितः मत्स्यो दीर्घाम्बुजाकारो दीर्घरेखश्च पाण्डुरः रामचक्रो दक्षरेखो यश्यामः सत्रिविक्रमः शालग्रामद्वारकायां स्थिताय गदिने नमः एकेन लक्षितो यो व्याद्गदाधारी सुदर्शनः लक्ष्मीनारायणो द्वाभ्यां त्रिभिश्चैव त्रिविक्रमः चतुर्भिश्च चतुर्व्यूहो वासुदेवश्च पञ्चभिः प्रद्युम्नषड्भिरेवाव्यासङ्कर्षणश्च सप्तभिः पुरुषोत्तमोऽष्टभिश्च स्यान्नवव्यूहो नवोहितः दशावतारो दशभिरनिरुद्धोऽवतादध द्वादशात्मा द्वादशभिरद ऊर्ध्वमनन्तकः ब्रह्मा चतुर्मुखो दण्डी कमण्डलु स्रगुन्नदः महेश्वरः पञ्चवक्त्रो दश बाहुर्वृषध्वजः यथा युधस्तथा गौरी चण्डिका च सरस्वती महालक्ष्मीर्मातरश्च पद्महस्तो दिवाकरः गजास्यश्च गजस्कन्धः षण्मुखो नेकथा गणाः ये दे स्थिता स्थापिता स्युः प्रसादेवाध पूजिताः धर्मार्थकाममोक्षो हि प्राप्यन्ते पुरुषेण च इति श्रीपद्मपुराणे शालग्रामनिर्णयो नामाष्टसप्ततितमोऽध्यायः ॐ।